नमस्कारः सर्वेभ्यः, भवतां स्वागतम् अस्ति अत्र न्यायचिन्तनवर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति व्यतिरेकव्याप्तिः. तस्मिन् आरम्भे व्यापकस्य अन्यूनवृत्तित्वम् इति कथमायाति इति पूर्वं पठितम्. तर्हि रमप्रिया भगिनी, सारांशरूपेण वक्तुमिच्छति वा गते सप्ताहे किं पठितमिति? अस्तु, प्रयत्नं करोमि. अत्र व्यतिरेकव्याप्तिः इत्यस्मिन् विषये तत्र अन्यूनवृत्तित्वं व्यापकत्वं न तु अधिकदेशवृत्तित्वम् इति दृष्टवन्तः तस्मिन् विषये. तत्र यदा वयं पूर्वं दृष्टवन्तः चेस् बोर्ड् इत्यस्य, तत्र वन्नेः वन्नेः वन्निः व्यापकः, तस्य अधिकदेशवृत्तित्वम् आसीत् अस्ति. अनन्तरं धूमः तु व्याप्यः, तस्य न्यूनदेशवृत्तित्वम् इति दृष्टवन्तः. इदानीं तत्र किम् आगच्छति इत्युक्ते, यदा समान समव्याप्तिः इत्युक्ते साध्यः हेतोः एव किल, आं समव्याप्तिः अस्ति चेत् इत्युक्ते समान अधिकरणानि सन्ति चेत् किं भवति इति एव प्रश्नः आगतः. तत्र तत्र आसीत् यद् साध्यः हेतोः अपेक्षया न्यूनस्थलेषु मा भूत् इत्येव अपेक्षितम् इत्येव साधुः अस्ति. एव तस्य नाम एव अन्यूनवृत्तित्वं, क्षम्यताम्, अन्यूनवृत्ति, तस्य च भावः अन्यूनवृत्तित्वम् इति आसीत्. यत्र यत्र व्याप्यः तत्र व्यापकः इति अपि पठितवन्तः. आम्, व्यापकस्य लक्ष्यम् आसीत् अन्यूनवृत्तित्वम् इति. तत्र वह्निधूम उदाहरणे साध्यस्य अधिकदेशवृत्तित्वं तु अस्ति खलु, व्यापक. तर्हि केन उदाहरणेन साधितं यत् अधिकवृत्तित्वं न आवश्यकं किन्तु अन्यूनवृत्तित्वम् एव आवश्यकम्? वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र, तत्र वह्निः इति पक्षः अस्ति. तेजस्त्वजातिः, तेजस्त्ववान् इति यद् जातिः अस्ति तदेव साध्यः अस्ति. उष्णस्पर्शः इति हेतुः. तत्र वयं दृष्टवन्तः तेजस्त्वजातिः यानि यावन्ति अधिकरणानि सन्ति तावत् तत्र सर्वत्र अस्माकं वह्निः अपि, क्षम्यताम्, उष्णस्पर्शः अपि भवति इति. तत्र उदाहरणयोः कः भेदः? वह्निधूम उदाहरणम् अपि च तेजस्त्व उष्णस्पर्श उदाहरणं, तत्र उदाहरणयोः कः भेदः? तत्र तु अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति आसीत्. इत्युक्ते तत्र अस्माकं वह्निः तु अधिकदेशवृत्तिः आसीत् व्यापकः इति. धूमः यदा अहम् उक्तवती न्यूनदेशवृत्तित्वम् इति, तादृश समव्याप्तिः तयोः मध्ये नास्ति. एकः तु व्यापकः, द्वितीयं तु व्याप्यः इति आसीत्. परन्तु अस्मिन् उदाहरणे तु तादृशं नास्ति. वह्निः अनन्तरं उष्णस्पर्शः, तयोः मध्ये समव्यापकत्वम् अस्ति. वह्निः इति न खलु, वह्निः, क्षम्यतां, तेजस्त्व तेजस्त्ववान् इति तस्य तेजस्त्वम् अपि च उष्णस्पर्शः, तेजस्त्वम् उष्णस्पर्शम् तयोः मध्ये समव्याप्तिः अस्ति, तत्र व्याप्यव्यापकभावः तु नास्ति तयोः मध्ये, व्याप्यव्यापकभावः तु अस्ति परन्तु अधिकरणानि समानानि अवश्यं व्याप्यव्यापकभावः अस्ति तत्र, यत्र यत्र उष्णस्पर्शः तत्र तेजस्त्वम्, अपि च यत्र यत्र तेजस्त्वं तत्र उष्णस्पर्शः इति वाक्यद्वयं साधु. तर्हि कः व्याप्यः कः व्यापकः कथं ज्ञायते? यत्र यत्र उष्णस्पर्शः तत्र तेजस्त्वम् अस्मिन् अस्मिन् किं व्याप्तिप्रतिपादकवाक्ये कः व्याप्यः कः व्यापकः? उष्णस्पर्शः इति व्याप्यः, तेजस्त्वजातिः इति व्यापकः. यदा वयं विपरीतरीत्या वदामः तत्र यत्र यत्र तेजस्त्वजातिः तत्र उष्णस्पर्शः, तस्मिन् समये तेजस्त्वजातिः इति व्याप्यः, उष्णस्पर्शः इति व्यापकः. इति मुख्यविषयः. तत्रापि व्याप्यव्यापकभावः तु अस्ति इति मनसि भवेत्. अपि च वर्गे किञ्चित् उक्तं तत्र वह्नित्वम् अस्ति, तैजसम् अस्ति, तयोः न समानता इति नैयायिकैः स्वीक्रियते. वह्नित्वं तैजसम् कथं? यतोहि सुवर्णे तैजसम् अस्ति, सुवर्णं तत्र तैजसम् अस्ति इति बहुपूर्वं पठितं, बहुपूर्वं. किन्तु उष्णस्पर्शः सुवर्णे नास्ति. यत्र सुवर्णः सुवर्णम् अस्ति तत्र उष्णस्पर्शः न अवश्यं खलु. गोल्ड् गोल्ड् इस् गोल्ड् आल्सो, किन्तु तैजसं तु अस्ति. तर्हि वर्णित्वम् अपि च तैजस्वं न समानं, किन्तु उष्णस्पर्शः यत्र अस्ति तत्र तु किं तत्र तेजस्त्वम् अस्ति. इत्युक्ते तैजसं तस्य अधिकदेशवृत्तिः, मन्नित्वस्य न्यूनदेशवृत्तिः, तैजस्त्वं पराजातिः. किं भगिनि? आमां. तैजस्त्वं तैजस्त्वं तैजसत्वं पराजातिः व्यापकः, वह्नित्वम् अपराजातिः व्याप्यः. किन्तु उष्णस्पर्शः अपि च तेजस्त्वं तयोः समव्याप्तिः. पदत्रयमस्ति, वह्नित्वं तेजस्त्वम् उष्णस्पर्शः, पदत्रयं. तत्र उष्णस्पर्शः तेजस्त्वं समव्याप्तिः, किन्तु वह्नित्वं व्याप्यः, न्यूनदेशवृत्तित्वं, न तु पराजातिः. साधु. यथा चक्षुषि तत्रापि तैजसम् अस्ति किन्तु उष्णस्पर्शः तु नास्ति. क्षम्यताम्, उष्णस्पर्शः अपि अस्ति किन्तु अनुद्भूतम् अस्ति, किन्तु वह्नित्वं नास्ति. चक्षुषि वह्नित्वं नास्ति, नास्ति तैजसम् अस्ति, अपि च उष्णस्पर्शः अस्ति किञ्च किन्तु अनुद्भूतम् इति उच्यते, नाट् मेनिफेस्ट् इति. इन् स्मरणं महोदय उक्तवान् पार्थिवद्रव्यस्य मिश्रणम् अस्ति, अतः तत्र अभिभूतं भवति उष्णत्वं. यतोहि तेजस्वम् अस्ति अस्ति किन्तु पार्थिवद्रव्ये मिश्रण भूत्वा तत्र अभिभूतं भवति उष्णत्वं. चक्षुः अनु उद्भूतं, स्वर्णे अभिभूतम् इति अस्ति. स्वर्णे अभिभूतम् इति वा? अनुद्भूतम् अन्मेनिफेस्टेड् महोदय सेट् तर्हि वन्यत्वं तैजसम् अथवा तेजस्त्वम् उष्णस्पर्शः इति पदत्रयं तेजस्त्वम् उष्णस्पर्श तत्र समानसमव्याप्तिः न तु वन्यत्वे वर्गे उक्तवान् सूर्यकिरणे अपि तेजस्वम् उष्णत्वम् अस्ति साधु किन्तु तेजस्वं सूर्यकिरणे तस्य पर्यवासितं भवति प्रकाश इति तेजस्वप्रकाश समान किन्तु तेजसः कुत्रचित् फारेस्ट् फायर् इति भवति खलु तत्र वर्णित्वं तत्र लेटेण्ट् अस्ति इति तत्र किञ्चित् महोदय उक्तवान् यदा यथा भगिनी पृष्टवती कथा कदापि सूर्यकिरणैः अग्निः प्रज्वलति तत्र कार्यकारणं भवति उक्तवान् सूर्यकिरणैः उष्णत्वम् अपि अस्ति प्रकाशः अपि अस्ति साधु यदि वयं द्वे अस्ति तस्मिन् तेजस्वमपि अस्ति तेजस्वं प्रकाश एकः अर्थः अस्ति तत्र सूर्यकिरणे तत्र अस्ति तेजस्वं या प्रकाश मम प्रश्नः अस्ति तेजस्व एव प्रकाश अस्ति तत्र विद्युद्दीपः यत्र अस्ति तत्र प्रकाशः अस्ति किन्तु उष्णस्पर्शम् अधिकं नास्ति खलु न जानामि तत्र कथं चिन्त्यते तत्र अपि भवितुं शक्नोति किञ्चित् अस्ति वाट्स् अस्ति हस्तं तस्य समीपं स्थापयतु हस्तं उष्णं भवति आम् तत्र चिन्तनीयं कदा भवितुमर्हति एव अस्तु कारणं कथं वयं सूर्यस्य वयं वदामः धर्मद्वये प्रकाश अपि उष्णं प्रकाश तेजस्व एव अस्ति वा तद् मया तेजस्त्वं प्रकाशः समानम् इति पृच्छति वा आमां वर्णो अपि तेजस्वं यदि वर्णो अस्ति तत् तेजस्वं प्रकाशत् अस्ति साधु यदि वह्नी तत्तु अस्ति प्रायः तथा एव अस्ति यत्र तेजस्त्वं तत्र उष्णस्पर्शः तु अस्ति तेजसः प्रकाशः तु प्रकाशः तु भवति एव अस्तु साधु इतोपि अग्रे सर्वे वर्णो लक्षणवाक्यमस्ति उष्णस्पर्श तेज इति साधु अस्तु अग्रे किं रां प्रिया भगिनि इमानि तस्मात् पठति वा ततः आम् इमानि हि धूमस्य अधिकरणानि तदपेक्षया वर्णेः अधिकरणानि न न्यूनानि अधिकानि सन्तु वा न वा व्यापकत्वाय तत् न चिन्तनीयं न्यूनानि तावत् मा भुवन् अतः वह्निः धूमस्य व्यापकः वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्रापि उष्णस्पर्शः हेतुः तस्य यावन्ति स्थलानि तदपेक्षया साध्यस्य अधिकरणानि यद्यपि न अधिकानि न न्यूनानि अपि अतः तेजस्त्वम् उष्णस्पर्शस्य भवति व्यापकम् इत्थम् एव सर्वत्र साध्यपदार्थः ज्ञातव्यः यः हेतोः अपेक्षया अन्यूनवृत् वृत्तिः इति वृत्तिः तत्र इमानि धूमस्य अधिकरणानि इत्युक्ते तत्र चित्रम् अस्ति धूमस्य अधिकरणानि पर्वतः चत्वरः महानसं गोष्ठं धूमशकटम् अस्तु तत्र गोष्ठः इति भवेत् इति गोष्ठः पुल्लिङ्गपदम् अस्तु गोशाला गोशाला चत्वरः इत्युक्ते किं महोदय तत्र यत्र मार्गद्वयस्य इण्टर्सेक्षन् अस्ति क्रास् रोड्स् इति तदेव वा तत्र धूमः भवति वा प्राचीनकाले तत्र वह्निः स्थाप्यते इति स्थाप्यते स्म अस्तु अपि भगिनी धूमशकटम् इति रेलयानं धूमशकटं जानामि तद् अहं जानामि चत्वारः अस्तु क्रोस् रोड् ओके अस्तु तद् अपेक्षया वह्नेः अधिकरणेषु क्षम्यतां ग्रामेषु तत्र चत्वारः मुख्य किं मध्यम सेण्टर् लोकेशन् इति आसीत् यत्र मार्ग बृहत् मार्गद्वय यत्र मिलति मिलतः तत्र किञ्चित् बिजि इण्टर्सेक्षन् इति चिन्तयतु तत्र वह्निः स्थाप्यते स्म तद् विद्युत् बहु पूर्वं प्रायः सत्यम् अस्तु तदपेक्षया वह्नेः अधिकरणानि न न्यूनानि धूमस्य अधिकरणानि इमानि सन्ति तदपेक्षया वह्निः अधिकरणानि न्यूनानि न इत्युक्ते अधिकं भवति न्यूनं न अधिकं समानं भवति न्यूनं न इति अस्मिन्नेव पुटे उपरि प्रथमपरिच्छेदे तत्र लिखितं खलु धूमस्य कति स्थलानि इति लिखितं खलु सेकेण्ड् लैन् पञ्च 95-90 इति पठितवन्तः नवतिः व्याप्यस्य वह्नेः भावस्य नवतिः स्थलानि व्यापकस्य धूम अभावस्य नवतिः धूम अभावस्य पञ्चनवतिः तस्मात् अपि पूर्वं नवतिः न पञ्चनवतिः किमपि वयं पठितवन्तः अस्मिन्नेव पुटे उपरि पठतु अस्मिन्नेव पुटे तृतीयं वाक्यं व्याप्यस्य धूमस्य पञ्चस्थलानि व्यापकस्य वह्नेः दशस्थलानि अतः तत्र धूमस्य पञ्चस्थलानि वह्नेः दशस्थलानि इति चित्रे साधितं पञ्चस्थलानि अधिकानि सन्तु वा न वा अधिकमपि भवितुम् अर्हति न वा न अपि व्यापकत्वाय तत् न चिन्तनीयम् व्यापकत्वाय तत् न चिन्तनीयम् इत्युक्ते अधिकस्थलानि न भवति इति व्याप्यस्य अधिकस्थलानि व्यापकत्वाय चतुर्थी व्यापकस्य अधिकस्थलानि भवति इति न चिन्तनीयम् तावदेव यः व्यापकः अस्ति व्यापकपदस्य योग्यः अस्ति सः पदार्थः व्यापकत्वाय अधिकरणानि अधिकानि वा इति न चिन्तनीयम् किन्तु न्यूनानि तावत् मा भूवन् न्यूनानि न मा भूत् यत् भुवन् इति बहुवचनं न भवेत् वा लुङ् मा अभविष्यत् तादृशं सम्भवेत् तत्र भवेत् तत्र बहुवचनं किम् भवेयुः परस्मै अतः वह्निः धूमस्य व्यापकः न्यूनानि मा भवेयुः अतः वह्निः धूमस्य व्यापकः. अस्तु, वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्रापि उष्णस्पर्शः हेतुः. यदा वयं वह्निः तेजस्त्ववान् उष्णस्पर्शात् इति अस्माकं द्वितीय उदाहरणम् आसीत्, तस्मिन् उदाहरणे अपि उष्णस्पर्शः हेतुः, तत्तु वयं दृष्टवन्तः. तस्य यावन्ति स्थलानि तदपेक्षया साध्यस्य अधिकरणानि यद्यपि न अधिकानि न न्यूनानि अपि. तत्रापि व्याप्यव्यापकभावः अस्ति इति चर्चितवन्तः. तत्र हेतुः उष्णस्पर्शः, तस्य यावन्ति स्थलानि सन्ति तस्य अपेक्षया साध्यस्य अधिकरणानि साध्यस्य अधिकरणानि न अधिकानि न न्यूनानि अपि. असमानं तदेव वयं दृष्टवन्तः, समव्याप्तिः इति. अत्र तस्य कस्य अस्मिन् वाक्ये हेतोः यावन्ति स्थलानि तदेत् अपेक्षया साध्यस्य अधिकरणानि समानं भवेत्, न अधिकानि वा न न्यूनानि. समानं भवेत् इति न, न्यूनं न भवेत्. समानं भवितुम् अर्हति, अधिकं भवितुम् अर्हति, न्यूनं न भवेत् इति मुख्य निकषः खलु. न अधिकानि न न्यूनानि इति ओब्सर्वेशन् तथा अस्ति अस्मिन् उदाहरणे. किन्तु अतः तेजस्त्वम् उष्णस्पर्शस्य भवति व्यापकम्. अतः एव यदा तद् अधिकमपि नास्ति न्यूनमपि नास्ति, अतः तेजस्त्वम् उष्णस्पर्शः इति हेतुः, तेजस्त्वम् इति साध्यः, तेजस्त्वम् उष्णस्पर्शस्य व्यापकम्. अतः उष्णस्पर्शः व्याप्यः. इत्थमेव सर्वत्र साध्यपदार्थः ज्ञातव्यः यः हेतु अपेक्षया अन्यूनवृत्तिः इति. सर्वत्र साध्यपदार्थः ज्ञातव्यः. साध्यपदार्थः अस्मिन् स्थले तु तेजः अस्ति, सर्वत्र तादृशमेव वयं ज्ञातव्यः यः हेतोः अपेक्षया अन्यूनवृत्तिः इति. तदेव किल, तद् अधिकं न अधिकानि न अन्यूनानि, क्षम्यतां न्यूनानि अपि, तदेव अन्यूनवृत्तित्वं. तद् इत्युक्ते यः पदार्थः साध्यपदार्थः इति अभिधातुं योग्यः सः पदार्थः हेतोः अपेक्षया तस्य अन्यूनवृत्तिः भवेत् इति. अधिकानि न आवश्यकं, न न्यूनानि, किन्तु अन्यूनं भवेत् अवश्यम्. अपि महोदय उक्तवान् यत् पदार्थः साध्यः अस्ति तस्य भवतु व्यापकभाव, यः हेतु अस्ति तस्य भवति व्याप्यभाव. सो यदि वयं साध्य व्यापकं भवति, हेतु व्याप्य भवति. यदि विपरीतं वदामः उष्णस्पर्शवान् तेजस्व ते वह्नी उष्णस्पर्शवान् तेजस्वात् इति, तत्र उष्णस्पर्श भवति साध्यं, तेजस्वं भवति हेतु उष्णस्पर्श द्वयोः समानाधिकराणि, परत्र उष्णस्पर्श साध्यत्वात् भवति व्यापकं तेजस्वं भवति हेतु तत् भवति व्याप्य यथा तत्र यत्र यत्र हेतुः तत्र साध्यः इति वाक्यस्य तथा लेखनीयं प्रथमं हेतोः अनन्तरं साध्यस्य विवरणम् इति भवेत्. यत् न ज्ञातम् अस्ति तद् भवति साध्यं, यत् ज्ञातम् अस्ति तद् अस्ति हेतु. तत् अपि महोदय उक्तवान् गतवान्. नमस्ते महोदय. नमस्ते भगिनि. क्षम्यतां विलम्बः अभवत् अद्य. चिन्ता नास्ति भगिनि. अत्र प्रथमः परिच्छेदः समाप्तः. इदानीं 207 तमे पुटे सरला भगिनी अग्रे पठति वा? अनति रिक्तवृत्तित्वम्. अन्न अतिरिक्तवृत्तित्वं व्याप्यत्वम् एवं विस्तरेण साध्यस्वभावे चिन्त्यते हेतोरपि न्यूनवृत्तित्वम् अनपेक्षितम् इति सुज्ञेयं, तथापि हितार्थम् उच्यते. यदि हेतु न्यूनाधिकरणवृत्तिः आवश्यक इति नियमो भवेत् तदा पूर्व उक्ते वह्नि तेजस्वान् उष्णस्पर्शात् इति स्थले दोषः. दर्शितरीत्या तत्र साध्यहेतवोः तुल्य आश्रय आश्रितवात्, अतः यः हेतुत्वेन अभिमतः सः साध्य अधिकरणभिन्ने न भवेत्, साध्याभावाधिकरणे न भवेत्. न अतिरिक्तवृत्तित्वं व्याप्यत्वम् इत्युक्ते न अतिरिक्तवृत्तित्वम् इत्युक्ते न अतिरिक्तवृत्तित्वं व्याप्यत्वम्. पूर्वं वयं न्यूनवृत्तिः दृष्टवन्तः, तद् व्याप्यकस्य स्थले आगच्छति न्यूनवृत्ति. इदानीं व्याप्यत्वम् अव्याप्ति किम् अस्ति तस्य विवरणम् अस्ति. साध्यस्वभावे चिन्त्यते हेतो अपि न्यूनवृत्तित्वम् अनपेक्षितम् इति सुज्ञेयं, यथा पूर्वं दृष्टवन्तः हेतो साध्यस्य द्वयोः समानाधिकरणं सन्ति, अतः साध्यस्वभावः अस्ति न्यूनवृत्तित्वं. यथा न्यूनवृत्तित्वं न हेतो वा साध्यस्वभावः द्वयोः परस्पर सम्बन्धः भवति, तत्र न्यूनवृत्तित्वं न अपेक्षितम् इति. समानवृत्तित्वं द्वयोः समान अधिकरणानि सन्ति, तत् समान वृत्तित्वम् अन्यूनवृत्तित्वम् इति वदामः. न तु साध्यस्य अपेक्षा हेतो न्यूनः भवेत् तथा पूर्वं वयं दृष्टवन्तः. तथापि हितार्थम् उच्यते, तत् अहं न अवगच्छामि. यदि हेतु न्यून अधिक अत्र प्रथमवाक्ये किं वदति? साध्यस्य अन्यूनवृत्तित्वं भवेत् इति पूर्वं दर्शितं पूर्वस्मिन् परिच्छेदे. तर्हि हेतोः न्यूनवृत्तित्वं भवेत् इति अस्ति वा? तथापि नास्ति. साध्यस्य अन्यूनवृत्तिः, तर्हि हेतोः न्यूनवृत्तिः इति कोऽपि चिन्तयितुं शक्नोति. तथा नास्ति, तदपि अनपेक्षितम्. तथापि किञ्चित् अग्रे उच्यते किमर्थमिति, कथमिति. यदि हेतु न्यून अधिकरणवृत्ति आवश्यक इति नियमः भवेत् तदा पूर्व उक्ते वह्नि तेजस्वान् उष्णस्पर्शात् इति स्थले दोषः. यदि वयं वदामः हेतोः न्यून अधिकरणवृत्ति भवेत् इत्युक्ते तस्य अधिकरणानि न्यूनानि भवेत् साध्यस्य अपेक्षया, तत् यथा पूर्वं वयं वाक्यं प्रकृतवन्तः वह्नि तेजस्वान् उष्णस्पर्श उष्णस्पर्शात् इति स्थलं दोषः अस्ति. तत् व्याख्ये वह्नि अस्ति पक्ष, तेजस्वम् अस्ति साध्य, उष्णस्पर्शम् अस्ति हेतुः. द्वयोः समान अधिकरणं भवति, द्वयोः समान अधिकरणं वह्नि अस्ति, द्वे वह्न्यौ एव तिष्ठति, द्वयोः न्यूना समान अधिकरणं भवति, अतः तस्य समव्याप्तिः भवति द्वयोः. तत्र यदि वयम् इति वदामः हेतोः न्यून अधिकरणवृत्तिः भवेत् इति दोष इति वदनेन दोषम् आगच्छति. दर्शितरीत्या तत्र साध्य हेतवोः तुल्य आश्रय आश्रितवात्. इदानीं किं पश्यामः, तुल्य आश्र तुल्य इति समाना, आश्र इति अधिकरण, आश्रितवात् यत् आश्रित करोति. द्वयोः साध्य हेतोः द्वयोः समान अधिकरणम् अस्ति वह्निः, आश्रितं द्वयोः तेजस्वम् अपि उष्णस्पर्शं, द्वे वह्नोः आश्रितम् आश्रितौ स्तः, अतः तुल्य आश्र आश्रितवात् इति तेषः भावः भवति, तुल्य आश्र आश्रितवात् इति कारणे वह्नि तेजस्वान् उष्णस्पर्शात् अन्यून वृत्ति वयं वदामः तेजस्वे. अतः हेतुत्वेन अभिमत सह साध्य अधिकरणं भिन्ने न भवेत्. इदानीं तस्य स्पष्टं भवति यदि द्वयोः समान अधिकरणम् अस्ति, तुल्य आश्रित्वम् अस्ति, हेतोः न्यूनवृत्तित्वं न भवति. अतः हेतोः साध्य अधिकरणं भिन्न अधिकरणं न भवितुं शक्नोति. अतः वयं वदामः साध्योः अन्न अतिरिक्ति वृत्तित्वं, हेतोः अन्न अतिरिक्तवृत्तित्वं. इत्युक्ते हेतुः साध्यस्य अधिकरण विहाय तस्य अन्य वृत्तित्वं नास्ति इति. हेतु अपि साध्य अधिकरणे एव भवेत् इति आगच्छति अत्र. लक्ष्मी भगिनि साधु स्वशब्दैः वदति वा सारांशरूपेण? आम् आम्. इतः पर्यन्तं साध्यस्य स्वभावः चिन्तितवन्तः, इत्युक्ते साध्यस्य अधिकरणानि हेतोः अपेक्षया न्यूनं न भवेत् इति, अधिकं भवितुमर्हति किन्तु न्यूनं न भवेत् इति इतः पर्यन्तं तस्य विषये चिन्तितवन्तः. अधुना हेतोः विषये अपि हेतोः विषये तादृशचिन्तनम् आरम्भं कुर्मः. अत्र हेतोः विषये साध्यस्य अपेक्षया न्यूनवृत्तित्वम् अपेक्षितमिति तथा नास्ति, अनपेक्षितमिति तथापि नास्ति. इत्युक्ते हेतोः अपि न्यूनवृत्तित्वम् एव भवेत् साध्यस्य अपेक्षया तथा नास्ति. हितार्थं तथापि हितार्थम् उच्यते, कस्य हितार्थम् इति इति अहं सम्यक् न अवगच्छामि, किन्तु अस्य प्रयोजनं किम् इति अग्रे उच्यते इति मम स्मरणम् अग्रे वक्ष्यते. अस्तु, अनपेक्षितं किन्तु किम् अपेक्षितम् इति अग्रे उच्यते. अस्तु, यदि हेतोः न्यूनाधिकरणं भवेत् इति किमपि नियमः स्यात् तदा तर्हि वह्निः तेजस्वान् उष्णस्पर्शात् अस्मिन् उदाहरणे तथा न भवितुमर्हति. यत्र यत्र तेजस्त्वं तत्र तत्र यत्र यत्र उष्णस्पर्शत्वं तत्र तत्र तेजस्त्वम् अस्ति एव. अतः तयोः तेजस्त्वं उष्णस्पर्शत्वं तयोः तुल्यवृत्तित्वम् तुल्यवृत्तित्वम् अस्ति एव. तत्र हेतोः न्यूनवृत्तित्वं न भवितुमर्हति. अस्मिन् उदाहरणे हेतुः अपि च साध्यः द्वयोः आश्रयाणि समानमेव. अतः एतत् वाक्यं वक्तुं शक्यते. हेतोः अधिकरणं साध्यभिन्न अधिकरणे न भवेत्. अपि च साध्य अभावस्य अधिकरणे अपि न भवेत्. इत्युक्ते यदि वह्नि इति स्वीकुर्मः तत्र वह्निः साध्यः, धूमः हेतुः. धूमः यत्र यत्र वह्निः तत्र धूमः यत्र यत्र वह्निः अस्ति तत्र धूमः भवेत् वा न भवेत्, किन्तु यत्र वह्निः नास्ति तत्र धूमः अवश्यं न मा भवेत्. सो यत्र वह्निः नास्ति तत्र धूमः न भवेत्. तदेव साध्य अधिकरणभिन्न भिन्न इति. अनन्तरं साध्य अभाव अधिकरणे इत्युक्ते यत्र वह्निः नास्ति तत्र अपि धूमः मा भवेत् इत्येव इति तत् नियमः आवश्यकम्. इत्युक्ते हेतुः सर्वदा साध्याधिकरणे एव भवेत्, साध्यभिन्नाधिकरणे न भवेत्, साध्य अभावाधिकरणे न मा भवेत् इति आशयः. बुद्धं सर्वैः? प्रश्नः अस्ति वा? अस्तु अग्रे पठतु लक्ष्मी भगिनि. इमानि च अस्तु इमानि च वह्नेः अधिकरणानि धूमस्य तदपेक्षया अधिकानि न सन्ति. न्यूनानि सन्तु वा मा स्म भवन्, न हि तत् व्याप्यत्वनिर्वाहाय आवश्यकम्. अधिकानि तावत् मा भूवन्, एष एव हि हेतुः. यः साध्य अपेक्षया अधिकस्थलेषु भवति सः साधारणः व्यभिचारी इति वा कथ्यते. तदेतत् हेत्वाभासप्रकरणे चिन्तयामः. प्रकृतेश धूमः न तथाविधः, न सन्त्येव यस्य अधिकानि अधिकरणानि. अस्तु अत्र इमानि च वह्नेः अधिकरणानि, वह्नेः अधिकरणानि इमानि इति चित्रे वह्नेः अधिकरणानि इति दत्तमिति तस्यैव तत्र अत्र कति सन्ति तत्र? दश अधिकरणानि सन्ति लिखितं पूर्वं. पूर्वस्मिन् पुटे धूमस्य पञ्च अधिकरणानि सन्ति. आम् आम् धूमस्य पञ्च अधिकरणानि सन्ति पूर्वस्मिन् पुटे, अत्र दश अधिकरणानि सन्ति. धूमस्य तदपेक्षया अधिकानि न सन्ति. धूमस्य अधिकरणानि अपि इमानि दश एव भवेत्. धूमस्य कति धूमस्य अधिकरणानि यत्र वह्निः अस्ति तत्र एव धूमः भवेत्, न अन्यत्र. इत्युक्ते धूमः अस्मिन् दश एतेषु दश अधिकरणेषु धूमः भवेत् वा न भवेत् अन्यत्र धूमः मा भवेत्. इत्युक्ते यदि दशसु अधिकरणेषु धूमः अस्ति किन्तु इतोपि अधिक अन्यत्र धूमः मा भवेत् इति वाक्यं वदति. धूमस्य तदपेक्षया अधिकानि न सन्ति. न्यूनानि सन्तु वा मा स्म भवन् तस्य किं तस्य न्यूनं भवितुम् अर्हति किन्तु इतोपि अधिकं मा भवेयुः। अत्र भगिनि यथा पूर्वस्मिन् पुटे लिखितम् उदाहरणेषु सः उदाहरणरूपेण वदति व्याप्यस्य धूमस्य पञ्चस्थलानि व्यापकस्य वह्नेः दशस्थल इति सः स्वीकरोति उदाहरणं। तर्हि पूर्वस्मिन् चित्रे पञ्चस्थलानि धूम अधिकरणानि, अस्मिन् चित्रे वह्नेः दश अधिकरणानि। तर्हि धूमस्य अपेक्षया अधिकानि न सन्ति, धूमस्य पञ्च स्थलानि अत्र दशस्थलानि इति वदति, न सन्ति उदाहरणे न सन्ति। किं समानं भवितुमर्हति खलु? न्यूनमपि भवतु, न्यूनं मा भवेत् खलु। धूमस्य अधिकरणानि न्यूनं वर्णो अपेक्षया, हा धूमस्य भवितुं किञ्चित् वर्णेः अधिकरणानि न्यूनं मा भवेत् धूमस्य अपेक्षया खलु। सत्यं न्यूनानि सन्तु वा मा मा भवन् किं का न्यूनानि सन्तु, किं न्यूनानि सन्तु? धूमः न्यूनानि सन्तु वा न इति, धूमस्य अधिकरणानि, धूमस्य अधिकरणानि न्यूनानि भवतु वा न चिन्तनीयं, किन्तु अधिकानि मा भवेत्, अधिकं न भवेत् धूमस्य अधिकरणानि खलु। तर्हि वह्निं विना धूम भवतीति आगच्छति खलु। साधु वा? आं साधु महोदय। नहि तत् व्याप्यत्वनिर्वाहाय आवश्यकं, धूमः व्याप्यः वह्निः व्यापकः इति व्याप्यत्वस्य धूमस्य व्याप्यत्वस्य निर्वाहाय तद् न आवश्यकम्। इत्युक्ते धूमस्य धूमस्य वृत्तित्वं वह्नेः समानं भवेत् इति तद् व्याप्यत्वस्य किं वदामः व्याप्यत्वस्य व्याप्यत्वं प्रूफ् इति अन्यपदं साधनीयं चेत् साधनीयं चेत् धूमस्य व्याप्यत्वं साधनार्थं तस्य वह्निः अपेक्षया अधिकं भवेत् वा समानं भवेत् इति तस्य आवश्यकता नास्ति, अधिकानि तावत् मा भवन्, एतत् आवश्यकं तत् धूमस्य अधिकरणानि अधिकं वह्नेः अधिकं मा भवेत् इति तत् आवश्यकं, समानं भवेत् इति तत् न आवश्यकम्। एष एव हि हेतुः, यः साध्या अपेक्षया अधिकस्थलेषु भवति सः साधारणः व्यभिचारी इति वा कथ्यते। हेतोः एषः एव हेतुः, हेतोः स्वभावः अस्ति तत् साध्यस्य अपेक्षया साध्यस्य अपेक्षया अधिकस्थलेषु यदि यः साध्यापेक्षया अधिकस्थलेषु भवति सः साधारणः व्यभिचारी इति वा कथ्यते। अत्र कुत्रचित् तथा भवति चेत् यत्र हेतोः साध्यस्य अपेक्षया अधिकस्थलेषु भवति हेतुः भवति सः हेतुः व्यभिचारी साधारणः इति उच्यते, किम् एक्सेप्शन् तथा किमपि साधारणः इत्युक्ते एक्सेप्शन् न भवति खलु, तादृश अर्थः नास्ति अत्र। साधारणः इत्युक्ते साध्ये अपि अस्ति, साध्य अभावस्थले अपि अस्ति, यः हेतुः साध्यस्थले अस्ति साध्य अभावस्थले अपि अस्ति सः हेतुः साधारणः अथवा व्यभिचारी इति उच्यते, नामकरणं प्रायः अग्रे हेतु अभास हेतु आभासप्रकरणे तत्र चिन्तनं भवति भविष्यति. अस्तु, एतत् हेतु आभासप्रकरणे चिन्तयामः. अस्तु, अग्रे कुत्रापि अग्रे प्रकृते च धूमः न तथा विदः, किन्तु धूमः तथा नास्ति. धूमस्य यत्र धूमः हेतुः तत्र साध्यसपेक्षया अधिकस्थलेषु न भवति न सन्ति एव तस्य अधिकानि अधिकरणानि. धूमस्य अधिकरणानि वह्नेः अपेक्षया अधिकानि न सन्ति. समानमपि नास्ति, न्यूनमस्ति. अस्मिन् उदाहरणे न्यूनानि खलु, पञ्चदश अपि अस्ति. अस्तु रामरे भगिनी, बुद्धं स्वशब्दैः किञ्चित् आं महोदय सारांशेन शीघ्रम्. अस्तु अस्तु, तत्र वह्नेः अधिकरणानि दश इति अस्मिन् चित्रे अस्ति. धूमस्य अधिकरणानि तु पञ्च इति वयं पूर्वं दृष्टवन्तः. अस्मिन् परिच्छेदे किं दत्तम् अस्ति इत्युक्ते धूमस्य अधिकरणानि न्यूनानि न भवेत्, अधिकानि क्षम्यतां वह्नेः अपेक्षया धूमस्य अधिकरणानि न्यूनानि भवेत्, अधिकानि न, समानं अपि न, तावदेव, समानमपि न, न्यूनं भवतु अधिकं न, तावदेव किल महोदय. तस्य नामकरणं अत्र उदाहरणे नास्ति, किन्तु सर्वेषु वन्य अधिकरणेषु धूमः भवितुम् अर्हति. आम् आम् तद् तथापि व्यापकव्याप्यभावः न त्यजामः, तत्रापि अस्ति तस्मिन् तस्मिन् सन्दर्भे अपि साधितम् इति एव अस्ति. अस्तु अग्रे पठतु कृपया. एवमेव एवमेव वन्नौ उष्णत्वसाधकः तेजस्त्वहेतुः मा भूत् नाम सः न्यूनस्थलेषु अधिकेषु परं नास्ति इति सः अनतिरिक्तवृत्तिः इति कथ्यते. तस्य भावः अनतिरिक्तवृत्तित्वं प्रकरणार्थस्तु साध्यस्य अन्यूनवृत्तित्वं साधकस्य हेतोः अनतिरिक्तवृत्तित्वं च अपेक्षितम् अनुमितये. अतः तत् अस्तित्वनास्तित्वे एव सर्वदा इह चिन्तये इति अलम्. अस्तु, वन्नौ उष्णत्वस्था एवमेव तादृशमेव वन्नौ उष्णत्वसाधकः तेजोः तेजस्त्वहेतुः. अस्तु, अस्माकं द्वितीय उदाहरणं तद् अस्मिन् सन्दर्भे तादृशमेव. यदा वयं पूर्वस्मिन् पुटे तु वह्निः दश अधिकरणानि तस्य अपेक्षया न्यूनानि भवेत् अधिकानि न इति उक्तवन्तः, तादृशमेव वह्नौ उष्णत्वसाधकः तेजस्त्वहेतुः. उष्णत्वम् इति साधकः, वह्निः इति पक्षः, तेजस्त्वम् इति हेतुः. तत्र किं भवति इत्युक्ते मा भूत् नाम सः न्यूनस्थलेषु. एकनिमिषम्, अत्र उष्णत्वसाधकः तत्र कीदृशवाक्यं, यत्र यत्र यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, यत्र यत्र तेजः तत्र तत्र उष्णः. अस्तु, यत्र यत्र उष्ण ओ अस्तु, यत्र यत्र तेजस्त्वस्पर्शः तत्र तत्र क्षम्यतां तेजस्त्वजातिः तत्र तत्र उष्णत्वस्पर्शः उष्णस्पर्शः उष्णत्वस्पर्शः उष्ण भिन्नरीत्या उक्तं पूर्वस्मिन् पुटे यत्र तेजस्त्ववान् उष्णस्पर्शात् तत्र उष्णस्पर्शः हेतुः आसीत्, अस्मिन् वाक्ये तेजस्त्वं हेतुः, किञ्च विपरीतरीत्या लिखितम्, यतोहि समव्याप्तिः अस्ति खलु. कथमपि वक्तुं शक्नुमः, यत्र यत्र तेजस्त्वं तत्र उष्णस्पर्शः, अपि च यत्र यत्र तेजस्त्वं तत्र उष्णत्वम्, उष्णस्पर्शः समानम्. अस्मिन् उदाहरणे माभूत् नाम सः, नाम सः न्यूनस्थलेषु, सः सः इति हे धूमं, धूमः हेतुः किल, न धूमः, अत्र कः हेतुः? तेजस्त्वं. हेतुः न्यूनस्थलेषु माभूत्, अधिकेषु परं नास्ति इति सः अनतिरिक्तवृत्ति इति कथ्यते. अधिकेषु तु नास्ति एव, समान समव्याप्तिः अस्ति, अतः तस्य नामकरणमस्ति अनतिरिक्तवृत्तिः इति. अतिरिक्तं नास्ति अतः अनतिरिक्तम्. अस्तु, तस्य भावः अनतिरिक्तवृत्तित्वं, तस्य एव भावः अनतिरिक्तवृत्तित्वं. प्रकरण अर्थः तु साध्यस्य अन्यूनवृत्तित्वं, साधकस्य हेतोः अनतिरिक्तवृत्तित्वं. साध्यस्य अन्यूनवृत्तित्वं, साध्यः इदानीम् उष्णत्वम्, उष्णत्वस्य अन्यूनवृत्तित्वम् अस्तु, साधकस्य हेतोः तेजस्त्वस्य अनतिरिक्तवृत्तित्वम्, अधिकं नाभूत्, माभूत् इति कारणेन अनतिरिक्तवृत्तित्वम्. तर्हि वह्निधूमयोः उदाहरणे कथं भवति? वह्निधूमयोः उदाहरणे तु न्यूनानि भवति किल, न्यूनवृत्तित्वम्. अत्र पश्यतु, स्थूलाक्षर किं भगिनि? समान भवति, साध्य वह्नि साध्य तस्य अन्यूनवृत्तित्वं, हेतु धूम तस्य अनतिरिक्तवृत्तित्वम्. अत्र यत् सम्यक् यत् स्थूलाक्षरैः लिखितं तत् सामान्यनिकषः सर्वत्र तत् सत्यं भवति. साध्यस्य पठतु, साध्यस्य अन्यूनवृत्तित्वं, साधकस्य हेतोः. आम् आं महोदय. अपि च इति द्वयम्, एकः साध्यस्य अन्यूनवृत्तित्वम्, अपरः साधकस्य हेतोः अनतिरिक्तवृत्तित्वम्. ओहोहो, अस्तु अस्तु, इति निकषद्वयम् अस्तु. अन्यूनवृत्तित्वम् अस्माकं धूमवह्निस्थले, अनतिरिक्तवृत्तित्वम् अस्माकं उष्णस्पर्श तेजस्त्वजातिस्थले. निकषद्वयं सर्वत्र प्रचलति, उदाहरणद्वये तथा भवति. पश्यतु, किं लक्ष्मी भगिनी अवगच्छति वा? सरला भगिनी वदतु. यत्र यत्र साध्यमस्ति तत्र अन्यूनवृत्तित्वं भवति, यत्र हेतुः अस्ति तत्र अनतिरिक्त वृत्तित्वं भवति. यदि वयं वदामः यत्र यत्र धूम तत्र तत्र वह्नि, तत् उदाहरणे साध्यमस्ति वह्नि, हेतुः अस्ति धूम, तत्र धूम स्वभावः भवति अनतिरिक्तवृत्तित्वं, वह्नो स्वभावः भवति अन्यूनवृत्तित्वं. यदि वयं वदामः वह्नि तेजस्वान् उप उष्णस्पर्शात् तत्र तेजस्वजाति अस्ति साध्यम्, उष्णस्पर्श अस्ति हेतु, तत्र तेजस्वं भवति अन्यूनवृत्तित्वम्, उष्णस्पर्श भवति अनतिरिक्तवृत्तित्वम्. यदि विपरीतस्य वदामः वह्नि उष्णस्पर्शवान् तेजस्वात्, वह्नो भवति तत्र उष्णस्पर्शत्वं भवति साध्यं तत्र आगच्छति अन्यूनवृत्तित्वं तेजस्वं भवति हेतु तस्मिन् आगच्छति अनस्ति वृत्तित्वम् इति सर्वत्र एषः निकषः सर्वत्र भवति यः साध्यं साध्यपदार्थस्य अभिधातुं योग्यः तस्य अन्यूनवृत्तित्वम् अपि च किं हेतोः अनतिरिक्तवृत्तित्वम् इदानीं नूतननामकरणानि दत्तमस्ति साध्यहेतो प्रति सत्यं हेतु साधकः यः साध्यति साध्यते येन साध्यते सः साधकः हेतुः चलु किञ्चित् किं लघुरूपेण उक्तम् एवमस्ति सर्वत्र तथा एव अस्ति धूमः यत्र वह्नि नास्ति तत्र धूमः अवश्यं न भवेत् अपि च साध्यस्य अन्यून तदपि समानं खलु यत्र धूमः यत्र किं साध्यस्य अन्यूनवृत्तित्वम् इत्युक्ते यत्र वह्निः धूमः अस्ति किन्तु वह्निः नास्ति तथा अन्यूनवृत्तित्वं तथापि न भवेत् अग्रे अन्तिमवाक्यं महोदय एकः प्रश्नः अस्ति अत्र एवमेव वह्नौ उष्णत्वसाधकः तेजस्त्वहेतुः अस्ति तत् वाक्यं सम्यक् न अवगतम् इत्युक्ते वाक्यमस्ति वह्निः तेजस्त्ववान् उष्णस्पर्शात् इति तेजस्त्ववान् वह्नौ तेजस्वम् अस्ति इति तेजस्वम् एव साध्यः खलु किमर्थं तेजस्वहेतुः इति तत्र लिखितम् ओ अधुना अवगतवती तेजस्वस्य कारणं हेतुः तेजस् तत्र समस्तपदं तेजस्वस्य हेतुः उष्णत्वम् उष्णत्वसाधकः तेजस्वस्य हेतुः खलु तत्र तत्पुरुषसमासस्य तेजस्त्वहेतुः इति उष्णत्वस्य साधकः तेजस्त्वः तेजस्त्वम् इति हेतुः खलु अत्र समव्याप्तिः अस्ति भगिनि खलु वह्निः तेजस्त्ववान् उष्णस्पर्शात् अथवा वह्निः उष्णस्पर्शवान् तेजस्त्ववशात् समानेषु अधिकरणेषु द्वयोपि सन्ति इति कृत्वा विपरीतरीत्यापि वक्तुं शक्यते अस्तु अत्र तथा उक्तं वह्निः तेजस्त्ववान् क्षम्यता उष्णस्पर्शवान् तेजस्त्ववात् तेजस्त्वात् अस्तु तथा लिखामश्चेत् तेजस्त्वम् इति हेतुः उष्णत्वम् उष्णतस्पर्शः इति साध्यः अस्तु रमवी भगिनि अन्तिमवाक्यम् अतः तत् अस्ति अस्तित्वं क्षम्यताम् अस्तित्वनास्तित्वे एव सर्वदा इह चिन्त्ये इति अलम् तद् अस्तित्वे तद् नास्तित्वे स्थूलाक्षरैः लिखितं साध्यस्य तत् सर्वं तादृश अन्यूनवृत्तित्वम् अस्ति वा अनतिरिक्तवृत्तित्वम् अस्ति वा इति चिन्तनीयम् अस्तित्वा नास्तित्वा इति द्विवचनम् तथा चिन्तनीयम् न तु अधिकदेशवृत्तित्वम् अथवा अनधिकदेशवृत्तित्वं न तादृशचिन्तनीयं, किन्तु अन्यूनवृत्तित्वं साध्यस्य अनतिरिक्तवृत्तित्वं हेतोः इति अस्ति वा इति प्रश्नः भवेत्. अपि महोदय सर्व चित्रमस्ति न सर्वजगद्वैन्या भाववत् दादि वृत्तित्वं तदपि उदाहरणमस्ति अधिकरणानि समान अधिकरणानि समान अस्ति वैन्याभाव यान्ति अधिकरणानि अस्ति तत्र धूमाभाव एव भवति तस्य अस्ति तत्र चित्रे जलादौ तिष्ठितं खलु जलादौ तस्मिन् मञ्जुषायां तत्र जलादौ धूमाभावः इतः पूर्वं पठितं खलु व्याप्तेः अन्वयव्याप्तेः लक्षणं साध्य अभाव अधिकरणवृत्तित्व अभावः तदेव अनतिवृत्तित्वम् अनतिरिक्तवृत्तित्वं साध्य अभाव अधिकरणे यत्र साध्यः नास्ति तत्र हेतोः वृत्तित्वस्य अभावः तत्र हेतोपि न भवेत् यथा जलादौ साध्यभावाधिकरणे वृत्तित्व अभावः हेतोः हेतोः साध्य अभाव अधिकरण वृत्तित्व तत्र पश्यतु कुत्र बहुपूर्वं 184 वृत्तित्व अभावः अभावः इति व्याप्तिः अन्वयव्याप्तिः तादृश अभावः हेतौ धूमे वह्नि अभाव अधिकरणे यथा जलादि तत्र धूमस्य वृत्तित्वस्य अभावः धूमाभावः भवेत् 184 तच्चित्रम् एकनिमिषं पश्यतु यतोहि तस्य चित्रस्य अग्रिमे पुटे तस्य किञ्चित् पुनस्मरणं भवति अत्र अन्वयव्याप्तिः अग्रिमे पुटे किं व्यतिरेकव्याप्तेः चित्रं किञ्चित् भिन्नमस्ति खलु अग्रेसरे वा किल तत्र कस्य क्रमः सरला भगिनी आमां व्यतिरेकव्याप्त्या हेतोः कः लाभः इदानीं व्यतिरेकव्याप्तिः यत्र अस्ति तत्र हेतु तस्य विवरणं तस्य किं आवश्यकता अस्ति इति प्रश्नः सति प्रक्तमनुसारं व्यक्तिरेकयोः व्याप्तिः व्यक्तिरेकव्याप्ति इति प्रकान्तं साध्याभाव हेत्वभावो प्रकृताभावो तयोः व्याप्तिः तत्रापि वैन्याभावव्याप्यः धूमाभावव्याप्यक इति अस्माकं प्रकृतविषयः अस्ति व्यतिरेकव्याप्तिः इदानीं व्यक्तिरेकव्याप्ति प्रति पुनः वयम् आगच्छामः व्यक्तिरेकयोः इति व्यक्तिरेक व्याप्ति इत्युक्ते साध्याभावः सति हेत्वाभावः इति अस्ति व्यतिरेकव्याप्ति सो व्याप्ति व्यक्तिरेकयोः अभावयोः यत् साध्या अभावः अपि हेतोभावः अस्ति व्याप्तिः व्यतिरेकव्याप्ति इति प्रक्रान्तम् इति वयं पूर्वं पठितवन्तः इति अर्थः अस्ति साध्याभावः हेत्वाभावः प्रकृता भाव भावौ यत्र यत्र वैन्याभावः अस्ति तत्र धूमाभावः इति व्यक्तिरेकव्याप्तिः इति वयं जानीमः तयोः व्याप्तिः तत् यत्र साध्याभावः हेत्वाभावः अस्ति तस्मिन् व्याप्तिः आगच्छति तत्र अभावव्या तत्रापि वहन्याभावव्याप्य धूमाभावव्यापक तस्मिन् भवति वहन्याभावव्याप्य धूमाभावः भवति व्यापक यत्र वयं पूर्वं दृष्टवन्तः उदाहरणेषु परिगणनं यदि वयं कृतवन्तः धूमाभावस्य अधिकानि स्थलेषु भवति अधिकस्थलेषु भवति व्यहिनाभावः न्यून स्थलेषु भवति तत्र वयं साधितवन्तः वैन्याभावव्याप्य अस्ति धूमाभावः व्यापकः अस्ति इति. तत्र कः साध्यः कः हेतुः? साध्य अस्ति वहिनी हेतु अस्ति धूमा. तत् समानम् अस्ति. समानं यद्यपि व्यापक व्याप्यः कः इति परिवर्तनम् अभवत्. पूर्वं वह्निः व्यापकः धूमः व्याप्यः, अत्र वह्नि अभावः व्याप्यः धूम अभावः व्यापकः. तथापि कः साध्यः कः हेतुः तत्र न परिवर्तनम्. साध्यः तु वह्निः एव, हेतुः धूमः एव. धूम एव द्वौ पदार्थौ तिष्ठति, तेषां परिवर्तनं न भवति. किन्तु व्याप्तिः व्याप्ते परिवर्तनम् आगच्छति, व्याप्य व्यापकभावत् तस्मिन् परिवर्तनम् आगच्छति. अन्वयव्याप्ति तत्र वयं यत्र यत्र धूम तत्र तत्र वहनि, यत्र यत्र हेतो तत्र तत्र साध्य इत्युक्ते साध्यं भवति वहनि अधिकदेशवृत्ति तत्र व्यापक, धूम भवति न्यूनदेशवृत्ति व्याप्य. व्यतिरेकस्थले यत्र यत्र साध्याभाव तत्र हेत्वाभाव, साध्याभावस्थले अस्ति न्यूनदेशवृत्ति, हेत्वाभावस्थले धूमभावस्थले अस्ति अधिकदेशवृत्ति, तत् अस्ति व्यापक. इदानीं यदि वयं नूतनानि नामकरणानि वदामः तत्र भवति साध्य भवति अन्यूनवृत्ति, हेतु भवति अनतरक्तिवृत्तित्वं साधु इति आगच्छति. अग्रे पठामि वा? अग्रे राधिका भगिनि, लक्ष्मी भगिनि. अस्तु महोदय. अस्तु तावत् वह्न्यभाव धूम अभावयोः व्याप्यव्यापकभावः, तेन प्रकृतहेतोः धूमस्य को लाभः? वह्नि अभावे विद्यमानधूम अभावव्याप्तिः तत्रैव भवेत्, न तु प्रकृतहेतौ धूमे. साधकस्य धूमस्य खलु व्याप्तिः पक्षधर्मता इति द्वौ गुणौ अपेक्षितौ. दर्शितव्याप्तिस्तु अस्ति वह्नि अभावे, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इत्युक्तवात् इति युक्तत्वात् इति चेत् अस्तु सत्यं परिच्छेदः न समाप्तः इति चेत् सत्यम् इति चेत् सत्यम् ओ अस्तु इति चेत् सत्यं परिच्छेदस्य समाप्तम् अभि ओ क्षम्यताम् इति चेत् सत्यम्. इयं व्याप्तिः वह्नि अभावनिष्ठा एव, तथापि तु व्यापकीभूतः यः धूमाभावः तत् प्रतियोगित्वं धूमे भ्रूमः चेत् परम्परया सा धूमनिष्ठापि भवति. अस्तु अत्र अस्तु अधुना विपरीतपक्षं गच्छामः. तत्र वह्नि अभावः धूमभावयोः मध्ये व्याप्यव्यापकभावः अस्ति. तेन प्रकृतहेतोः धूमस्य को लाभः? यत्र वह्नि अभावः तत्र धूमस्य अभावः अपि अस्ति. पूर्वस्मिन् प्रसङ्गे यत्र यत्र धूमः तत्र वह्निः इति तत्र धूमः हेतुः आसीत्। अस्मिन् प्रसङ्गे यत्र वह्निः अभावः तत्र धूमस्य अपि अभावः इति, अत्र हेतोः धूमस्य कः लाभः इति प्रश्नः। वह्निः अभावे विद्यमानधूम अभावव्याप्तिः तत्रैव भवेत्। अस्तु, व्याप्तिः इत्युक्ते वयं पूर्वं दृष्टवन्तः सम्बन्धः इति। अहं चिन्तयामि वह्निः अभावे नास्ति, वह्निः अभावे धूमभावः अपि विद्यमानः अस्ति, अतः प्रायः तदेव तयोः मध्ये सम्बन्धः। वह्निः अभावः अस्ति, तत् धूमभावः अपि अवश्यम् अस्ति एव। यत्र धूमः तत्र वह्निः अस्ति इति तादृशरीत्या अवश्यं द्वयोः व्याप्तिः कुत्र अस्ति, व्याप्तिः कुत्र अस्ति, व्याप्तिः अत्र धूमे अस्ति, हेतौ अस्ति, हेतौ अस्ति। तर्हि अत्र धूमाभावव्याप्तिः तत्रैव वह्नि अभावे अस्ति, वह्नि अभावः खलु हेतुः, वह्नि अभावः खलु साध्याभावः हेतुः अस्ति खलु अत्र। अत्र व्याप्ति किं भगिनि, वैन्याभावे व्याप्ति अस्ति न, धूमाभावव्यापक अस्ति, वन्यभावे खलु व्याप्तिः अस्ति। तर्हि धूमस्य को लाभः, सर्वं धूमाभावः इति एतावता उक्तं, तर्हि धूमस्य कः महत्वं, किं महत्वं, तर्हि कथं धूमपर्यन्तं तत् आनयामः इति चिन्तनम्। व्याप्तिः वन्यभावे अस्ति, धूमाभावस्य व्याप्तिः, धूमाभावः व्यापकः, वन्यभावः व्याप्यः, तर्हि व्याप्तिः हेतौ अस्ति, वन्यभावे अस्ति, तत्रैव भवेत्, न तु हेतौ धूमे। कृतं वा, संशयः अस्ति वा महोदय? प्रसङ्गः भिन्नः इति कृत्वा यत् पूर्वं यत्र धूमः तत्र वह्निः, तस्मिन् प्रसङ्गे हेतुः धूमः हेतुः धूमः साध्यः वह्निः, व्याप्ति धूमे आसीत् इत्युक्ते धूमः व्याप्तिनिष्ठ वह्निः व्याप्तिविशिष्टधूमः इति आसीत् खलु, धूमः व्याप्तिविशिष्टधूमः अपि च पक्षधर्मता इति द्वौ गुणौ तत्र तस्मिन् प्रसङ्गे अपेक्षितौ। अधुना अस्मिन् प्रसङ्गे वह्निः अभावे यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः अपि नास्ति इति अस्मिन् प्रसङ्गे हेतुः अधुना वह्निः अस्ति साध्यः, वह्निः अभावः हेतुः धूमभावः साध्यः खलु, वह्निः अभावः हेतुः धूमभावः साध्यः इति नामकरणे किञ्चित् परिवर्तनं करणीयं भगिनि। तत्र यत्र यत्र धूमः तत्र वह्निः, अत्र धूमः व्याप्यः, वह्निः व्यापकः, अस्तु खलु, अपि च धूमः हेतुः वह्निः साध्यः, किन्तु व्यतिरेकव्याप्तिवाक्ये यत्र वह्नि अभावः तत्र धूमाभावः इति वाक्यं, तत्र वह्नि अभावः व्याप्यः, धूमाभावः व्यापकः, किन्तु साध्यः वह्निः एव, हेतुः धूमः एव, तत्र न परिवर्तनम् इति मुख्यविषयः। अस्तु, इति मुख्यविषयः। साध्यः सर्वत्र समानं, हेतुः उदाहरणद्वये समानं, व्याप्तिद्वये समानं, केवलं कः व्याप्यः कः व्यापकः तस्मिन् नामकरणे विपरीतं भवति। पूर्वं धूमः व्याप्यः, इदानीं धूम अभावः व्यापकः, अपि च वह्निः व्यापकः, वह्नि अभावः व्याप्यः, तत्र परिवर्तनं, किन्तु साध्यहेतोः न परिवर्तनम्। तथैव अत्र उक्तं खलु अग्रिमे वाक्ये, न तु प्रकृत हेतौ धूमे, व्याप्तिः कुत्र, वन्य अभावे धूमाभावस्य व्याप्तिः अस्ति, किन्तु न तु धूमे, हेतुः धूमः एव स्थलद्वये। साधु साधु महोदय, तत् साधु अस्ति, किन्तु ऐ मीन् व्याप्यः कः व्यापकः इति तस्य विपरीतत्वम् अस्ति, तत् साधु एव, किन्तु किमर्थं हेतु कः हेतुः कः साध्यः इति तत्र तत्र स्पष्टं नास्ति। किम् इत्युक्ते यथा वाक्यमस्ति तत्र वह्नि अभावः साध्यमिव भासते, धूमाभावः तथा नास्ति, तथापि न लिखितं खलु, तेन प्रकृतहेतोः धूमस्य को लाभः, हेतुः धूमः एव, अस्तु, न तु प्रकृतहेतौ धूमे, हेतुः धूमः एव। साधकः इत्युक्ते हेतुः, धूमस्य साधकः धूमः एव। एवं चिन्तयतु, यत्र अन्वयव्याप्तिवाक्यमस्ति तत्र केवलं तस्मिन् वाक्ये यः व्यापकः सः साध्यः, यः व्याप्यः सः हेतुः, तस्मिन्नेव वाक्ये। व्यतिरेकव्याप्तिवाक्ये इत्युक्ते व्यतिरेकः इत्युक्ते अभावः खलु, यत्र अभावः इति वाक्ये दृश्यते तत्र हेतु भिन्नः साध्यं किम् इति अन्वयव्याप्तिवाक्यात् स्वीकर्तव्यम्, न तु व्यतिरेकव्याप्यात् वाक्यात्, व्यतिरेकव्याप्तिवाक्यात्। आम्, किन्तु किमर्थमिति न तथा न स्पष्ट न स्पष्टं खलु, किमर्थम् इत्युक्ते तत्र धूमं दृष्ट्वा एव कथं तत्र धूमः एव हेतुः, धूमस्य अभावः धूमस्य धूमस्य विद्यमानं तदेव हेतुः सर्वदा, यत् यत् भावपदार्थादेव स्वीक्रियते, यथा यः कोऽपि यः प्रथमवर्षं बहुवारं पश्यति खलु, यत्र मत्र वह्नि तत्र धूमः, तथैव अवगच्छति खलु, न तु अभावदृष्ट्या, अभावेन न साधितुं शक्यते कः धूमः व्याप्य तत्र न साध्यते खलु, प्रत्यक्षेन एव साध्यते खलु आरम्भे, स्वार्थानुमानं बहुवारं दृष्ट्वा तथैव साध्यते। तस्मात् एवमस्ति, अस्तु, तस्मात् साधकस्य धूमस्य खलु व्याप्तिः पक्षधर्मता इति द्वौ गुणौ अपेक्षितौ, धूमस्य द्वौ गुणौ अपेक्षितौ इत्युक्ते पक्षधर्मता अपि च परामर्शे दृष्टं खलु गुणद्वयं, दर्शितव्याप्ति अस्तु अस्ति वह्नि अभावे, दर्शितव्याप्तिः दर्शितव्याप्तिः इत्युक्ते अस्मिन् वाक्ये अस्मिन् उदाहरणे व्यतिरेकव्याप्तौ व्याप्तिः कुत्र अस्ति? व्याप्तिः वह्नि अभावे अस्ति. वह्नि अभावे वह्नि अभावे अस्ति वा धूमा अभावे अस्ति वा? अग्रिमवाक्यं पठतु. यत्र यत्र यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इत्युक्तत्वात् इति चेत् सत्यम् इयं व्याप्तिः वह्नि अभावनिष्ठा एव. अत्र यत्र यत्र वह्नि अभावः इत्युक्ते कः व्याप्यः कः व्यापकः? अस्तु, यत्र यत्र वह्नि अभावः अत्र व्याप्यः वह्नि अभावः व्यापकः धूमाभावः. तर्हि व्याप्तिः कुत्र अस्ति? व्याप्तिः वह्नि अभावे अस्ति. यः व्याप्यः तस्मिन् व्याप्तिः अस्ति. तदेव उक्तं पूर्वस्मिन् वाक्ये. व्याप्तिः तु अस्ति वह्नि अभावे. अस्तु, अभावनिष्ठा अस्ति. इयं व्याप्तिः अग्रे पठतु. अस्तु, इयं व्याप्तिः वह्नि अभावनिष्ठा एव. अस्तु, इयं वह्नि अभावनिष्ठव्याप्तिः अथवा पूर्वस्मिन् यदा पूर्वम् उक्तवन्तः धूमाभावविशिष्टवह्नि अभावः तत् समीचीनं न दृश्यते. एते समीचीनं वह्नि अभावनिष्ठव्याप्तिः अधस्ताद् गमनमेव समीचीनं दृश्यते अस्मिन् प्रसङ्गे. तथापि तु व्यापकीभूतः यः धूमाभावः तत् प्रतियोगित्वं धूमे ब्रूमः चेत् परम्परया सा धूमनिष्ठा अपि भवति. अस्तु, धूमभावः व्यापकः, अतः धूमभावः व्यापकीभूतः. तस्य प्रतियोगित्वं इत्युक्ते धूमभावस्य प्रतियोगित्वं धूमभावे एव अस्ति. धूमभावस्य प्रतियोगित्वं धूमे अस्ति. धूमे ब्रूमः चेत् परम्परया स धूमनिष्ठा अपि भवेत्. स व्यापकः धूमनिष्ठव्यापकः निरूपित व्याप्यतायाः व्याप्तेः आश्रयः वह्निः अथवा वह्निनिष्ठव्याप्तिः निरूपित व्यापकः धूमः व्यापकस्य आश्रयः धूमः इति प्रायः वक्तुं शक्यते खलु. तत् धूमपर्यन्तं सः तत्र व्याप्तिः नेतुम् इच्छति. आम्, अभावे अभावे न न न किं न तिष्ठाय न तिष्ठ अस्तित्वा धूमपर्यन्तं व्याप्तिः सः आनेतुम् इच्छति. अग्रे आनयति, अग्रिमे प्रच्छति, चित्रे अपि च. एतावत् बुद्धं सर्वं? रामप्रिय भगिनि, सरला भगिनि. आं महोदय. महोदय, दीर्घवाक्यं वैन्याभावनिष्ठा व्याप्ति निरूपत व्याप्यकत्वम् आश्रय धूमाभाव अनियोगिता आश्रय निरूपिता प्रतियोगिता आश्रय धूम इति भवति. साधु, पश्यामः, अग्रे पठामः परिच्छेदस्य अग्रिम. रामप्रिया भगिनी अग्रे. वन्य अभावस्य व्यापकः यः धूम अभावः तत् प्रतियोगित्वं तदर्थः इह अपि सन्ति पञ्चपदार्थाः साध्यम् अभावः व्यापकत्वम् अभावः प्रतियोगित्वं च एतादृशप्रतियोगित्वरूपा या व्याप्तिः सा परामर्शे हेतौ भासते तादृशश्च हेतुः पक्षे इति आहत्य पूर्ववदेव परामर्शे सप्तपदार्थाः विषयाः साध्ये मुख्यप्रकारत्वं पक्षे च मुख्यविशेष्यत्वम् अत्र ज्ञानीयप्रकारत्वविशेष्यत्वे चित्रेण स्पष्टे. अस्तु, तत्र यदा वयं दृष्टवन्तः वन्य अभावस्य व्यापकः धूम अभावः तस्य प्रतियोगित्वं तु धूमे अस्ति. वन्य अभावस्य प्रतियोगित्वं वर्णौ अस्ति, धूम अभावस्य प्रतियोगित्वं धूमे. व्याप्ति अपि अस्ति. इह अपि सन्ति पञ्चपदार्थाः, एव चित्रे अस्ति, साध्यम् अभावः व्यापकत्वम् अभावः प्रतियोगित्वं च. अस्तु, तत्र एतादृशप्रतियोगित्वरूपा या व्याप्तिः सा परामर्शे हेतौ भासते. तादृशप्रतियोगित्वरूपा या व्याप्तिः इत्युक्ते वयं दृष्टवन्तः धूमाभावप्रतियोगी प्रतियोगित्वं धूमे इति. तादृश या व्याप्तिः आगच्छति तद् परामर्शे हेतौ भासते. हेतौ इत्युक्ते अस्मिन् प्रसङ्गे तु धूमवत्वात् धूमः हेतुः, हेतौ भासते. तादृशहेतुः पक्षे इति आहत्य पूर्ववदेव परामर्शे सप्तपदार्थाः विषयाः. तादृशहेतुः इत्युक्ते धूमः पक्षे इत्युक्ते अस्माकं पर्वतः, पर्वते इति आहत्य पूर्ववदेव परामर्शे सप्तपदार्थाः आगच्छति. पर्वतः धूमः प्रतियोगित्वम् अभावः व्यापकत्वम् अभावः वह्निः, सप्तपदार्थाः आगच्छति. साध्ये मुख्यप्रकारत्वम्, आम् साध्यः इति वह्निः, तत्र मुख्यप्रकारता अस्ति. पक्षे मुख्यविशेष्यत्वं, पर्वतः पक्षः तत्र मुख्यविशेष्यत्वम् अस्ति. अस्तु, अत्र ज्ञानीयप्रकारत्वविशेष्यत्वे चित्रेण स्पष्टे. अत्र कथम् आगच्छति इति वदति. अत्र पश्यतु, कम्पेर् वित् 184. वह्निः, अभावः, अधिकरणम्, अनन्तरं वृत्तित्वम्, अनन्तरम् अभावः इति आसीत् पञ्चपदार्थाः. धूमः पर्वतः समानम्. अत्र वह्निः, अभावः, पठतु रामप्रिया भगिनी. वह्निः तत्र वह्निः, अभावः, अधिकरणं, वृत्तित्वम्, अभावः, धूमः, पर्वतः इति आसीत् 184 परामर्शः. तत्र इदानीं पर्वतः, धूमः, प्रतियोगित्वम्, अभावः, व्यापकत्वम्, अभावः, वह्निः. अतः तत्र अभावस्य स्थले प्रतियोगित्वम् अत्र आगच्छति, वृत्तित्वस्थले अभावः, अधिकरणस्थले व्यापकत्वम्, अनन्तरं सर्वम् अन्यत् सर्वं तु समानमेव. पूर्वं साध्य अभाव अधिकरण वृत्तित्व अभावः हेतौ इति आसीत्, तत् अन्वयव्याप्तेः लक्षणम्. इदानीं साध्य अथवा वह्नि साध्य अभाव व्यापकीभूत अभाव प्रतियोगित्वं हेतौ. साध्य अभाव व्यापकीभूत अभाव प्रतियोगित्वं हेतौ. अभाव प्रतियोगित्वं हेतौ, आम्. तर्हि दीर्घवाक्यं वदतु भगिनि. अतः आरम्भं वदामि. वन्यत्व अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न अग्रे अभावत्व अवच्छिन्न अभावनिष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्न व्यापकत्व अवच्छिन्न व्यापकत्वं निष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्न अभावत्वम् अवच्छिन्न अभावनिष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्न प्रतियोगित्वम् अवच्छिन्न प्रतियोगित्वं निष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न धूमनिष्ठ प्रकारता निरूपित पर्वतत्व अवच्छिन्न पर्वतनिष्ठ विशेषता निरूपक ज्ञानम् भवति वैन्याभाव व्यापकी भूत प्रतियोगिता धूम इति हेतु आगच्छति तत्र प्रतियोगितायाः आश्रयः धूमः धूम आम् आश्रयः साधु साधु साधु प्रश्नः अस्ति वा नो चेत् समापयितुं शक्नुमः. अस्तु धन्यवादः धन्यवादः शुभरात्रिः.